गुरुब्रह्मा गुरुविष्णु गुरुदेवो महेश्वरः गुरुसाक्षात् परब्रह्म तस्मै श्रीगुरवे नमः सर्वेभ्यो नमः सर्वेषां स्वागतम् अस्मिन् न्यायवर्गे अस्माकं प्रवर्तमानविषयः अस्ति तत्र विभागः तत्र संयोगस्य नाशकः वा इति नाम नाशकः एव अपि तत्र नाशकः नाम तत्र कारणम् अस्ति नाशस्य कारणम् अस्ति अपि गुणः अपि अस्ति अतिरिक्तगुणः अस्ति नूतनगुणः अस्ति पूर्वं दृष्टः गुणः नास्ति इति अपि तत्र वयं साधयितुम् इच्छामः अतः तत्र करपत्रे तत्र एषः विषयः तत्र सम्यक् रीत्या साधितः अतः तत्र केन मार्गेण साधितः इत्युक्ते तत्र अनुमानेन इति अतः तत्र अनुमानस्य ज्ञानम् आवश्यकम् तर्हि ज्ञानं चतुर्विधम् इति जानीमः तत्र चतुर्विधं किं किं तत्र कोऽपि वदति वा ज्ञानस्य चतुर्विधज्ञानानि कानि कोऽपि वदति वा प्रत्यक्ष अनुमान उपमान समीचीनं हा अन्तिमम् अनुमान अर्थापत्ति न न न न न यथा वर्गः भवति वेदान्त शब्दबोधः शब्देन बोधः भवति हा समीचीनं हा अतः तत्र प्रत्यक्षं तत्र नाम इन्द्रियैः लब्धं ज्ञानं यदस्ति तत् प्रत्यक्षं चक्षुषा लब्धं ज्ञानं प्रत्यक्षम् अस्ति किन्तु अत्र तेन न साधितुं शक्नुमः तत्र अत्र अनुमानम् अनुमानमार्गेण अत्र प्रसिद्धदृष्टान्तम् उदाहरणमस्ति तत्र पर्वतः वह्निमान् धूमात् यथा महानसं नाम पर्वते प्रत्यक्षं किम् अस्ति इत्युक्ते धूमः दृश्यते इति कृत्वा पर्वते वह्निः अपि भवेत् नाम पर्वतः वह्निमान् तत्र यत्र धूमः तत्र वह्निः इति कथं जानीमः अस्तु पश्यतु यथा महानसम् उदाहरणानि सन्ति दृष्टान्तम् इति अतः तत्र महानसात् वयं महानस इति उदाहरणात् किम् अवगच्छामः यत्र यत्र धूमः तत्र तत्र वह्निः इति जानीमः अतः अत्र पर्वते अपि धूमः वर्तते अतः पर्वते वह्निः अपि भवेत् इति निश्चयः निश्चयज्ञानम् इति आगच्छति एतदेव अनुमानम् ज्ञानं साक्षात् ज्ञानम् अस्ति अनुमितिः अनुमिति ज्ञानम् इति भवति अस्तु तर्हि तत्र वयं जानीमः यत्र एतादृशम् अस्ति नाम तत्र अनुमानम् इति अस्ति तत्र चत्वारः अंशाः सन्ति तत्र अंशाः के इति कोऽपि वदति वा कापि वदति वा अनुमानस्य पक्षः साध्यं हेतुः दृष्टान्तः इति हा तर्हि अस्मिन् उदाहरणे तत्र पर्वतः धूमः इति उदाहरणे तत्र पर्वतः धूमः इत्यत्र आम् पर्वतः पक्षः भवति इत्युक्ते तत्र यत्र साधयितुम् इच्छामः सः पक्षः पर्वते पर्वते वह्निः अस्ति इति साधयितुम् इच्छामः अपि च तत्र धूमः किं भवति हेतुः भवति कारणं भवति कारणं भवति वह्निः साध्यः भवति यतोहि तदेव साधयितुम् इच्छामः साध्यः भवति केन कारणेन इत्युक्ते तत्र हेतुः धूमः अपि च तत्र दृष्टान्तः अपि दत्तः तदस्ति यथा महानसे धूमः भवति चेत् वह्निः अस्ति इति जानीमः तथा एव अन्यत्रापि इति अन्यत्रापि उत्तमं समीचीनं अतः तत्र चत्वारः अंशाः पक्षः यत्र किमपि साधयितुं शक्नुमः इच्छामः तत्र पक्षः इति साक्षात् स्थलम् इति नास्ति विषयः अपि भवितुम् अर्हति नाम अधिकरणम् इति अत्र सामान्य उदाहरणम् अस्ति इति कृत्वा नाम अनुमानस्य उदाहरणं तत्र पर्वतः इति तत् अधिकरणं पक्षः तत्र वह्निः अस्ति नाम पर्वतः वह्निमान् इति साधयितुम् इच्छामः तत्र साक्षात् नाम प्रत्यक्षज्ञानमस्ति धूमस्य धूमः पर्वते अस्ति नाम पर्वतः धूमवान् इति जानीमः अतः पर्वतः धूमवान् अतः पर्वतः वह्निमान् इति अस्माकं तत्र अनुमानं विषये तत्र अनुमानं भवति नाम यत्र यत्र धूमः तत्र तत्र वह्निः यथा महानसे तत्र हेतुः अपि पक्षः हेतुः अपि तत्र साध्यं तयोः मध्ये कीदृशसम्बन्धः भवेत् कोऽपि वदति वा व्याप्यव्यापक हा व्याप्यव्यापकभावः सम्बन्धः भवति भवेत् इति तत्र स एकः नियमः नाम तादृशं सम्बन्धः भवति नाम यत्र यत्र हेतुः तत्र तत्र वह्निः इति अतः यत्र धूमः अस्ति तत्र वह्निः अस्ति इति जानीमः अतः तत्र तयोः मध्ये एतादृशं तत्र व्याप्यव्यापकसम्बन्धः वर्तते यत्र कार्यकारणभावः अस्ति तत्र अपि व्याप्यव्यापकभावः अस्ति किन्तु यत्र कार्यकारणभावः नास्ति तत्रापि व्याप्यव्यापकः भावः अस्ति तत्र उदाहरणं किम् व्याप्यव्यापकः भावः अस्ति किन्तु कार्यकारणभावः नास्ति सम्बन्धः नास्ति तत्र वह्निः उष्णः वह्नित्वात् इति वा तद् एतावत् वयं न कृतवन्तः अतः तत्र तत्र व्याप्तिः एतावत् न साधिता अतः तत् मास्तु किन्तु सरल उदाहरणं जलम् द्रव्यम् अपि च पृथ्वी हा हा हा उत्तमं हा किन्तु साक्षात् द्रव्यं नास्ति साक्षात् जलं नास्ति किन्तु तत्र जलत्वं द्रव्यत्वं द्रव्यत्वं पृथ्वी पृथ्वी तत्र केवलं तत्र पृथ्वीत्वं मास्तु केवलं जलत्वं द्रव्यत्वं तर्हि कः व्याप्यः कः व्यापकः व्याप्यः नाम न्यूनदेशवृत्तिः न्यून तर्हि तत्र जलत्वमपि द्रव्यत्वं व्याप्यः द्रव्यत्वं व्यापकं हा व्यापकं हा व्याप्यं जलत्वं व्याप्य व्याप्यमस्ति हा यत्र यत्र जलत्वं तत्र तत्र द्रव्यत्वम् इति तु अस्ति हा समीचीनं हा तर्हि तत्र वयं जानीमः तत्र अत्र जलत्वम् अस्ति तत्र एतद् तत्र बृहत् अस्ति लोकः इति चिन्तयामः लोकः अत्र द्रव्यत्वम् अस्ति तस्मिन् अन्तर्भूतः अस्ति तत्र पृथिवी जलत्वं जलत्वं मध्ये अस्ति तत्र प्रायशः एतत् समीचीनं नास्ति खलु एकनिमिषः तत्र ओ हा तद् नास्ति अत्र नीलवर्णः अस्ति वा इति चिन्तितवान् किन्तु नीलवर्णः नास्ति अतः एतदेव नीलवर्णः इति चिन्तयामः आल्जी अस्ति चेत् हरिद्र धन्यवादः भगिनि तदपि सम्यक् अस्तु तर्हि जलत्वम् अतः यत्र यत्र जलत्वं तत्र तत्र द्रव्यत्वम् अपि अत्र यत्र यत्र द्रव्यत्वं तत्र तत्र जलत्वम् इति समीचीनं वा न यत्र यत्र द्रव्यत्वं तत्र तत्र जलत्वम् इति सम्यक् नास्ति हा इदानीं तत्र वयं जानीमः तत्र गतवर्गे अन्यः तत्र अन्यत् उदाहरणमासीत् नाम तत्र उष्णत्वम् इति हा तत्र वयं तत्र एका समस्या आसीत् नाम तत्र हेतुः तत्र गतवर्गे तत्र वह्नित्वं हेतुः उष्णत्वं साध्यं किन्तु तत्र समस्या का आसीत् इत्युक्ते हेतुः केवलं पक्षे एव अस्ति वह्निः वह्नौ उष्णत्वं साधयितुम् इच्छामः किमर्थम् इत्युक्ते वह्नित्वात् इति तर्हि तत्र अनुमानवाक्यमासीत् वह्निः उष्णवान् वह्नित्वात् इति. किन्तु तत्र दृष्टान्तः न दत्तः. किमर्थं दृष्टान्तः न दत्तः? अपि न दातुं शक्यते कोऽपि वदति वा? इत्युक्ते तत्र हेतुः पक्षे एव वर्तते इति. हा, पक्षे एव वर्तते. हा, दृष्टान्त नाम पक्षभिन्नस्थलं खलु. यतोहि तत्र पक्षे एतावत् तत्र नाम तत्र साध्यम् अस्ति न वा इति केवलं तत्र संशयः वर्तते. नाम अतः तत्र हेतुः अस्ति इति कृत्वा तत्र साध्यमपि अस्ति इति पक्षं स्वीकृत्य न साधयितुं शक्नुमः. यतोहि तत्र पक्षे एतावत् न साधितं साध्यम् अस्ति इति. दृष्टान्तस्य उपयोगः कः इत्युक्ते तत्र व्याप्तिः तत्र अस्ति इति साधयितुं शक्नुमः. नाम उदाहरणं दृष्टान्तं दृष्ट्वा पश्यतु यत्र हेतुः अस्ति तत्र साध्यमपि अस्ति. अत्र दृष्टान्तः पक्षं भिन्नस्थलं न भवितुम् अर्हति यतोहि हेतुः पक्षे एव वर्तते. अतः दृष्टान्तः केवलं पक्षः एव भवितुम् अर्हति. किन्तु दृष्टान्तं कथम् उपयोगकरं भवति? यदा तत्र व्याप्तिः अस्ति इति जानीमः, किन्तु पक्षे व्याप्तिः अस्ति इति एतावत् न जानीमः. अतः पक्षः उदाहरणरूपेण न स्वीकर्तुं शक्नुमः. अन्यतेव उदाहरणरूपेण स्वीकर्तुं शक्नुमः. तेन व्याप्तिः साधितं भवति चेत् तदनन्तरं वयं तस्य उपयोगं कृत्वा पक्षे अपि व्याप्तिः पक्षे अपि तत्र साध्यमस्ति इति ज्ञातुं शक्नुमः. अतः दृष्टान्तः अन्यत् भवेत्. इदानीम् अतः अत्र उष्णत्वं साध्यं वह्नित्वं हेतुः. वयम् एतत् वक्तुम् इच्छामः नाम तत्र यत्र यत्र वह्नित्वं तत्र तत्र उष्णत्वम् इति वक्तुम् इच्छामः. किन्तु तदस्ति किन्तु एतेन रूपेण तत्र साधनं कष्टकरं भवति. समानार्थक नाम यत्र यत्र वह्नित्वं तत्र तत्र उष्णत्वम् इति वाक्यमदस्ति, व्याप्तेः वाक्यं. तादृशम् अन्यत् वाक्यम् उपयुज्य समानार्थकवाक्यम् उपयुज्य व्याप्तिः अस्ति इति साधितुम् इच्छामः. तर्हि तत्र यत्र यत्र अस्ति इति न, किन्तु यत्र यत्र नास्ति इति तादृशं वाक्यम् आवश्यकमस्ति. अतः तत्र यत्र यत्र वह्नित्वं तत्र तत्र उष्णत्वम् इति अस्माकं मूलवाक्यं. किन्तु तस्य साधनार्थम् अन्यत् नूतनवाक्यम् इच्छामः. तर्हि तत्र एतद् वाक्यं समीचीनं वा इति अस्माकं प्रश्नः. नाम यत्र यत्र वह्नित्वं नास्ति तत्र तत्र उष्णत्वं नास्ति. किं तत् समीचीनम् अस्ति वा? नाम समानार्थकं भवति वा इति प्रश्नः. यत्र हेतुः नास्ति तत्र साध्यं नास्ति इति तत् समीचीनं वा इति प्रश्नः. अतः एतत् समीचीनं वा इति प्रश्नः. अतः एतस्य उदाहरणम् अन्यत् सुलभम् उदाहरणं स्वीकुर्मः. यत्र वयं जानीमः व्याप्तिः अस्ति, यत्र यत्र जलत्वं तत्र तत्र द्रव्यत्वं. हा, इदानीं तत्र कोऽपि अथवा कापि वदतु, तर्हि तत्र नीता भगिनी वदतु, तत्र यत्र यत्र जलत्वं तत्र तत्र द्रव्यत्वं. किन्तु यत्र यत्र जलत्वं तत्र अस्ति तत्र तत्र द्रव्यत्वम् अस्ति, किन्तु नास्ति इति उपयुज्य वाक्यं रचयतु. यत्र यत्र जलत्वं तत्र तत्र द्रव्यत्वम् इत्युक्ते तत्र जलत्वं व्याप्य द्रव्यत्वं व्यापकं. यत्र यत्र जलत्वं सत्यं वाक्यं. तत्तु एतत् सत्यं वाक्यं इदानीं यत्र यत्र जलत्वं नास्ति तत्र तत्र द्रव्यत्वम् अपि नास्ति इति एकं वाक्यं समीचीनम् इति एकं वाक्यं रचयितुं अतः तद् लिखामः यत्र यत्र यत्र यत्र जलत्वं नास्ति तत्र तत्र द्रव्यत्वं नास्ति इति नास्ति इति एकं वाक्यम् अस्तु नास्ति तत्र तत्र द्रव्यत्वं नास्ति एकं वाक्यं नास्ति नास्ति इति एकं वाक्यम् अपि अन्यत् वाक्यमपि भवति वा यत्र यत्र जलत्वं नास्ति तत्र तत्र द्रव्यत्वं नास्ति इति एकं वाक्यं यत्र यत्र द्रव्यत्वं नास्ति तत्र तत्र जलत्वं नास्ति एवमपि भवति वा हा एवमपि भवति हा समीचीनं हा अतः तदपि भवति यत्र यत्र द्रव्यत्वं यत्र यत्र जलत्वं नास्ति तत्र तत्र द्रव्यत्वं नास्ति यत्र यत्र द्रव्यत्वं नास्ति तत्र तत्र जलत्वं नास्ति इति अस्ति खलु अतः तत्र वाक्यद्वयमस्ति अपि अतः अपि तत्र वाक्य प्रथमवाक्यं द्वितीयवाक्यम् इति चिन्तयामः अस्माकं मूलवाक्यं तु अस्ति यत्र यत्र जलत्वं तत्र तत्र द्रव्यत्वं द्रव्यत्वं मूलवाक्यं तत् सत्यम् इति जानीमः अतः एतयोः मध्ये किमपि वाक्यमस्ति वा समानार्थकवाक्यं नाम जलत्वम् अपि द्रव्यत्वं मध्ये व्याप्तिः सत्यं व्याप्तिः यदस्ति तद् वदति एतद् वाक्यं नाम द्वयोः मध्ये वाक्यमस्ति वा तत्र यत् सत्यमस्ति अथवा वाक्यद्वयमपि सत्यं वा अथवा किमपि वाक्यं सत्यं नास्ति वा इति न न वाक्यद्वयं सत्यं नास्ति इत्युक्ते तत्र यत्र यत्र जलत्वं नास्ति तत्र तत्र द्रव्यत्वमपि नास्ति इति सत्यं नास्ति उदाहरणार्थम् उदाहरणं ददातु यत्र यत्र जलत्वं नास्ति तत्र जले यत्र यत्र जलत्वं नास्ति तत्र इत्युक्ते द्रव्यत्वम् इति व्यापकम् इति रूपेण केवलं केवलम् एकम् उदाहरणं यत्र जलत्वं नास्ति किन्तु द्रव्यत्वम् अस्ति द्रव्यत्वमस्ति जलत्वं नास्ति परन्तु द्रव्यत्वमस्ति अन्य कोऽपि साहाय्यं करोतु अन्य द्रव्यपदार्थ अन्य द्रव्यत्र यत्र दुग्धं लेखनी उत्पीठिका पाषाणः पर्वतः पृथ्वीपदार्थः यत्र यत्र पुस्तकमिति स्वीकुर्मः पुस्तकं समीचीनं पुस्तके पुस्तके जलं जलत्वं नास्ति किन्तु जलत्वं नास्ति परन्तु किन्तु द्रव्यत्वम् अस्ति खलु अस्ति अतः अतः किं वाक्यं सत्यं नास्ति अत्र अतः तत्र यत्र यत्र जलत्वम् अस्ति यत्र यत्र द्रव्यत्वं नास्ति तत्र तत्र यत्र यत्र जलत्वं नास्ति तत्र तत्र द्रव्यत्वं नास्ति इति असत्य एव असत्यम् अस्तु अतः अस्तु एतद् वाक्यं समीचीनं नास्ति उत्तमम् अस्तु नाम तत्र पुस्तकम् इति पदार्थं स्वीकृत्य साधयितुं शक्नुमः समीचीनं अस्तु अस्तु इदानीम् अग्रे तत्र अन्य कोऽपि तत्र मृणाली भगिनी नमस्कारः तत्र यत्र यत्र द्रव्यत्वं नास्ति तत्र तत्र जलत्वं नास्ति तत् सत्यं वा यत्र यत्र जलत्वं नास्ति तत् न अनुचितं वाक्यं हा न इदानीं एक प्रथमवाक्यम् असत्यं खलु द्वितीयवाक्यं द्वितीयवाक्यं यत्र यत्र द्रव्यत्वं नास्ति तत्र तत्र जलत्वं नास्ति इदं वाक्यम् उचितम् उचितं वा नाम यदि द्रव्यत्वं नास्ति तर्हि तत्र जलत्वम् अपि न भवेत् न भवति खलु नाम द्रव्यं नास्ति चेत् तत् जलं न भवितुम् अर्हति खलु अतः द्रव्यत्वं नास्ति नाम एतत् तत्र एतत् एषः प्रदेशः यः वर्तते तस्मात् बहिः अस्ति खलु यत्र द्रव्यत्वं नास्ति द्रव्यत्वे अधिकदेशवृद्धिः अस्ति जलत्वे न्यूनदेशवृद्धिः अस्ति अतः यत्र द्रव्यत्वं नास्ति तस्य न्यूनदेशवृत्तिः खलु द्रव्यत्वस्य अधिकदेशः किन्तु यत्र द्रव्यत्वं नास्ति तस्य यत्र द्रव्यत्वं नास्ति अपि यत्र जलत्वं नास्ति कस्य देशस्य कस्य देशः तत्र बृहान् अपि ओ तथा वा द्रव्यत्वं नास्ति इति वृत्तिन्यूनदेश जलत्वं नास्ति देशवृत्ति उत्तमं अतः द्रव्यत्वं नास्ति नाम एतस्य प्रदेशस्य बहिः भवति चेत् द्रव्यत्वं नास्ति किन्तु एतस्य प्रदेशस्य बहिः अस्ति चेत् एतस्मात् बहिः अस्ति चेत् तत्र जलत्वं नास्ति अत्र अपि जलत्वं नास्ति किन्तु अत्र द्रव्यत्वं वर्तते अत्र द्रव्यत्वं नास्ति किन्तु अत्र जलत्वं नास्ति किन्तु द्रव्यत्वम् अस्ति अतः तत्र विपरीतं तत्र नास्ति इति वदामश्चेत् अभावः अतः यत्र व्यापी अव्यापकः भावः अस्ति पदार्थद्वयोः मध्ये यदा नास्ति इति योजयामः तत्र विपरीतरीत्या वक्तव्यं भवति नाम व्याप्यः अपि व्यापकः व्यापकस्य अभावस्य देशं न्यूनं व्याप्य अभावस्य देशं बृहत् इति भवति अतः तत्र उदाहरणं जानीमः यत्र यत्र द्रव्यत्वं नास्ति तत्र तत्र जलत्वं नास्ति तथैव तत्र एतत् अपि अस्य वाक्यस्य अर्थः कः यत्र यत्र द्रव्यत्वं नास्ति तत्र तत्र जलत्वं नास्ति तस्य अर्थः अस्ति यत्र यत्र जलत्वं तत्र तत्र द्रव्यत्वं खलु आम् आम् आम् अतः समानार्थकवाक्यं नाम एतस्य वाक्यस्य अर्थः अस्ति यत्र यत्र जलत्वं जलत्वं तत्र तत्र द्रव्यत्वं तत्र तत्र द्रव्यत्वम् इति अतः एतेन वयं किं साधितवन्तः व्याप्तेः वाक्यं तस्य एकमेव रूपम् इति नास्ति अन्यत् रूपमपि भवितुम् अर्हति यत्र नास्ति नास्ति इति उपयुज्य वाक्यं भवति व्याप्तेः वाक्यद्वयं रूपं द्वयं भवति एतद्वाक्यमस्ति अपि एतद्वाक्यमपि समानमस्ति अतः वाक्यद्वयं रूपद्वयम् अस्ति व्याप्तेः अस्ति अस्ति इति स्वीकृत्य एकं वाक्यं नास्ति नास्ति इति स्वीकृत्य अन्यत् वाक्यम् अतः व्याप्तिः व्याप्तेः रूपद्वयं इदानीं तत्र एतस्य उपयोगः कः इत्युक्ते अस्माकम् उदाहरणे तत्र किम् आसीत् हेतुः केवलं पक्षे अस्ति इति कृत्वा हेतोः अभावः बहुत्र भवति अतः तत्र दृष्टान्तः दातुं शक्नुमः दृष्टान्तः भवति अतः एव तत्र अन्या रीत्या उक्तमस्ति अत्र अतः अग्रे गच्छामः तर्हि इदानीं अतः इदानीं तत्र दृष्टान्ते तत्र अत्र अस्माकं अनुमानवाक्यम् आसीत् वह्निः उष्णवान् वह्नित्वात् इति तत्र चन्द्रमती भगिनी तत्र वदतु तत्र पक्षः कः हेतुः कः साध्यः कः अत्र यत्र यत्र उष्णः न न अत्र अत्र पक्षः पक्षः वह्निः पक्षः उत्तमं हेतुः उष्णः न वन्यत्वात् इति अस्ति वन्यत्वा वन्यत्वात् उष्णम् उष्णत्वं साध्यं वह्नित्वं वह्नित्वं हेतुः अथवा वह्निः हेतुः समीचीनम् इति अस्ति अतः तत्र वह्नित्वं केवलं वह्नौ अस्ति अतः तत्र दृष्टान्तः न दातुं शक्नुमः अतः तयोः मध्ये उष्णत्वम् अपि वह्नित्वं तयोः मध्ये व्याप्तिः अस्ति इति न साधयितुं शक्नुमः यथा दत्तम् अतः अन्या रीत्या वक्तव्यमस्ति अतः तत्र समस्या का इति किञ्चित् पठितवन्तः किन्तु पुनः एकवारं पठित्वा अग्रे सरामः तर्हि तत्र शोभगिनी आरम्भं करोति वा दृष्टान्ते इति दृष्टान्ते दृष्टान्ते हेतुः नास्ति अतः साध्यं नास्ति तदाधारेण पक्षे हेतुः अस्ति अतः साध्यमपि अस्ति इति कार्यं न करोति नो चेत् वायौ अपि उष्णत्वं भवेत् अतः यत्र यत्र हेतुः नास्ति तत्र तत्र साध्यं नास्ति इत्यस्य आधारेण यत्र हेतुः अस्ति तत्र साध्यमपि अस्ति इति न भवति दोषपूर्णचिन्तनम् इदम् वस्तुतः यत्र यत्र हेतुः नास्ति तत्र तत्र साध्यं नास्ति इति वक्तुम् एव न शक्यते यत्र यत्र धूमः नास्ति तत्र तत्र वह्निः नास्ति इति भवति किम् इति अस्तु तत्र दृष्टान्ते इत्युक्ते इदानीम् अस्माकम् उदाहरणे इत्युक्ते वह्निः उष्णवान् वह्नित्वात् इति दृष्टान्ते हेतुः नास्ति अतः साध्यं नास्ति न न तत्र अनुमानचिन्तनम् अस्ति तत्र दृष्टान्ते दृष्टान्तः भवति इति चिन्तयामः दृष्टान्ते दृष्टान्तस्य उपयोगः कः तत्र हेतुः अस्ति तत्र साध्यमपि अस्ति इति खलु महानसं दृष्ट्वा वयं जानीमः यत्र यत्र धूमः तत्र तत्र वह्निः वह्निः इति अस्तु अस्तु तर्हि तं दृष्टान्तं स्वीकृत्य किन्तु तद् अत्र न कार्यं करोति यतोहि विहाय तत्र किमपि नास्ति अतः दृष्टान्तं दृष्टान्तस्य सम्पादनार्थं वयं व्याप्तिः अन्या रीत्या वक्तुम् इच्छामः नाम यत्र यत्र हेतुः तत्र तत्र साध्यमिति अनुक्त्वा तद् न उक्त्वा पश्यतु दृष्टान्ते हेतुः नास्ति अतः साध्यमपि नास्ति इति यदि प्रदर्शयामः तेन किं तत्र पक्षे हेतुः अस्ति अतः साध्यमपि अस्ति इति आगच्छति वा महोदय तत्र पुनरेकवारं पठित्वा वदामि वा अस्तु तत्र दृष्टान्ते हेतुः नास्ति अतः साध्यं नास्ति तदाधारेण पक्षे हेतुः अस्ति अतः साध्यम् अपि अस्ति इति कार्यं न करोति इति इदानीं भवता उक्तं नो चेत् वायौ अपि उष्णत्वं भवेत् अतः किमर्थं तत्र तथा उक्तं नो चेत् वायौ क्षम्यतां नाम कां साधारणतया अनुमानवाक्ये किं वदामः पश्यतु दृष्टान्ते हेतुः अस्ति अतः साध्यम् अस्ति इति एव अस्माकं चिन्तनं खलु दृष्टान्ते हेतुः अस्ति अतः साध्यम् अस्ति इति चिन्तनं यत्र हेतुः नास्ति तत्र इदानीं तत्र इदानीं विपरीतरीत्या विपरीतं कृत्वा तदपि कार्यं करोति वा इति प्रश्नः यत्र यत्र हेतुः नास्ति तत्र तत्र साध्यं नास्ति इति आधारेण यत्र हेतुः अस्ति तत्र साध्यमपि अस्ति इति न भवति खलु तथा दृष्टवन्तः दोषपूर्णं चिन्तनम् इति वस्तुतः यत्र यत्र हेतुः नास्ति तत्र तत्र साध्यं नास्ति इति वक्तुमेव न शक्यते इत्युक्ते तत्र हेतुः तत्र धूमः नास्ति चेदपि वह्निः अस्ति इति दृष्टवन्तः अतः तत्र हेतुः नास्ति चेत् तत्र साध्यं नास्ति इति न भवति यत्र यत्र धूमः नास्ति तत्र तत्र उन्निः नास्ति इति तु न भवति. अस्तु, तर्हि तत्र इदानीम् अस्माकं विषयः अस्ति तदेव, तथा साधयितुं न शक्नुमः इति. द्वयमपि अस्ति इति अथवा नास्ति इति स्वीकृत्य नाम यत्र हेतुः यत्र हेतुः तत्र साध्यम् इति अस्माकम् इच्छा, तद् तादृशव्याप्तिः अस्ति इति इच्छामः किन्तु तस्य तादृशं रूपम् अस्ति चेत् दृष्टान्तः न लभ्यते. यतोहि नाम सा हेतुः तत्र वह्निः, वह्नित्वं केवलं पक्षे एव अस्ति. अतः व्याप्तिः यदस्ति तस्य तस्याः नूतनरूपं नाम तत्र नूतनरीत्या वाक्यरचनं कुर्मश्चेत् तस्य आधारेण तत्र दृष्टान्तः लभ्यते वा इति प्रश्नः. नाम यत्र यत्र हेतुः नास्ति तत्र तत्र साध्यं नास्ति इति, यद् तादृशं अस्ति सत् सत्यम् अस्ति चेत् हेतुः यत्र नास्ति तत्तु बहु बहुत्र वर्तते वह्निं विहाय सर्वत्र. अतः यत्र हेतुः नास्ति तत्र साध्यं नास्ति इति, यत्र यत्र हेतुः नास्ति तत्र तत्र साध्यं नास्ति इति कार्यं करोति चेत् दृष्टान्तः लभ्यते. अतः दृष्टान्तेन अस्माकं कार्यं कारयितुं शक्नुमः वा इति प्रश्नः, नाम अनुमानं भवति वा इति प्रश्नः. नाम यत्र यत्र हेतुः नास्ति तत्र तत्र साध्यं नास्ति इति वाक्यस्य अर्थः यत्र यत्र हेतुः अस्ति तत्र तत्र साध्यम् अस्ति वा इति प्रश्नः. आम्, यत्र यत्र हेतुः अस्ति तत्र तत्र साध्यम् अस्ति इति नास्ति इति मन्ये. तदेव तत्र धूमस्य उदाहरणं, यत्र यत्र हेतुः तत्र तत्र वह्निः नास्ति, न यत्र यत्र हेतुः तत्र तत्र साध्यम् अस्ति वा इति प्रश्नः खलु महोदय. तत् तत् तत् तस्य समानार्थकवाक्यं यत्र यत्र हेतुः नास्ति तत्र साध्यं नास्ति, तत् समानार्थकं वा इति. नाम एतत् प्रथमं वाक्यमस्ति यत्र यत्र हेतुः तत्र तत्र साध्यः, अस्तु. द्वितीयवाक्यः अस्ति यत्र यत्र हेतुः नास्ति तत्र तत्र साध्यः, अस्तु. तत्र तत्र साध्यः नास्ति तद् अतः वाक्यद्वयमस्ति समानार्थकवाक्य. क्षम्यतां महोदय, वदतु. हा, प्रथमवाक्यस्य अर्थः अपि द्वितीयवाक्यस्य अर्थः समानः वा इति प्रश्नः. समानः नास्ति इति मन्ये. यत्र यत्र हेतुः तत्र धूमः इति स्वीकुर्मः, यत्र यत्र धूमः तत्र तत्र वह्निः इति तत्र एकं पदं शक्नुमः. न लिखितं, क्षम्यतां. हा, एकनिमिषः भगिनि. हा, तत्र नास्ति इति लेखनीयम् आसीत् किन्तु नास्ति नासीत्, क्षम्यताम्. हेतुः अस्ति तत्र तत्र साध्यम् अस्ति इति तु सत्यं, किन्तु न तदपि न सत्यं. न न भगिनि, नाम हेतुः नास्ति इति स्वीकुर्मः, धूमः इति स्वीकुर्मः. भगिनि एकनिमिष, तत्र अस्माकम् इदानीं कार्यं केवलं वाक्यद्वयम् अस्ति, तत् तत्र समानार्थकः प्रथमवाक्यं केवलं सत्यं वा इति न, किन्तु यदि प्रथमवाक्यं सत्यमस्ति चेत् द्वितीयवाक्यमपि सत्यं भवेत्, यदि द्वितीयवाक्यं सत्यमस्ति चेत् प्रथमवाक्यमपि सत्यं भवेत्, समानार्थकम् अस्ति वा इति प्रश्नः. समानार्थकं नास्ति महोदय. हा, अस्तु, वदतु. यतोहि तत्र यत्र यत्र हेतुः तत्र तत्र साध्यं, तत् किं तत्र धूमः इति स्वीकृत्य वदतु. धूमः, यत्र यत्र हेतुः धूमः तत्र तत्र वह्निः इति अस्ति, किन्तु यत्र यत्र धूमः नास्ति तत्र तत्र वह्निः नास्ति इति सत्यं नास्ति. वाक्यानि वाक्ये नास्ति अतः एतत् तत्र ईक्वालिटि इति न स्थापयितुं शक्नुमः खलु प्रथमं द्वितीयं तत्र समानम् इति नास्ति इति एव तत्र उक्तं नाम एतत् इच्छामः यत्र यत्र हेतुः तत्र तत्र साध्यं किन्तु हेतुः दृष्टान्ते हेतुः अस्ति चेत् एतत् कर्तुं शक्नुमः किन्तु दृष्टान्तः पक्षभिन्नस्थलं भवेत् किन्तु अत्र तु भन्नित्वं पक्षं विहाय नास्ति अतः एतद् वाक्यं न चलति न कार्यं करोति अतः अन्या रीत्या यदि वदामः इति प्रश्नः किन्तु एतत् अन्यत् वाक्यं कार्यं न करोति समानार्थकं नास्ति अतः नूतन वाक्यम् आवश्यकम् अस्ति अतः पश्यामः तत्र नूतनवाक्यं किम् इति आचार्य तत् वाक्यं भवेत् यत्र यत्र साध्यं नास्ति तत्र तत्र हेतुः नास्ति इति उत्तमं भगिनि तदेव अस्ति उत्तमं समीचीनं तद् समानार्थकवाक्यं भवति इति अस्ति अस्तु समीचीनं भगिनि शुभगिनी धन्यवादः तत्र केवलं यद् कागदपत्रे अस्ति तदेव एकवारं पठित्वा अग्रे सरामः इति एव अतः इदानीं सर्वैः अवगतं खलु नाम तत्र समस्या का अपि तस्य निवारणं किम् इति किञ्चित् अवगमन् अस्ति अग्रे सम्यक् रीत्या करपत्रे साधितमस्ति अस्तु तत्र महोदय यत्र यत्र साध्यं तत्र तत्र न सम्यक् वाक्यं भवति यत्र यत्र साध्यं नास्ति तत्र तत्र हेतुः नास्ति इति यदि साधयामः तर्हि यत्र यत्र हेतुः अस्ति तत्र तत्र साध्यमपि अस्ति इति साधित तदपि साधयामः अस्तु अस्तु यथा तत्र वयं दृष्टवन्तः खलु तत्र द्रव्यत्वम् अपि जलत्वम् इति नाम यत्र यत्र जलत्वम् अस्ति तत्र तत्र द्रव्यत्वं तदेव अन्या रीत्या वक्तुं शक्नुमः यत्र यत्र द्रव्यत्वं नास्ति तत्र तत्र जलत्वं नास्ति अतः तत्र यत्र यत्र व्यापकं नास्ति तत्र तत्र व्याप्यं नास्ति इति साधयामश्चेत् तदा वयं जानीमः तत्र यत्र यत्र व्याप्यं तत्र तत्र व्यापकं यतोहि समानार्थकवाक्यं द्वयमस्ति तत् अतः तत्र नास्ति इति कुत्र स्थापनीयम् इति एव नाम यत्र यत्र नास्ति इति तत्र हेतुः अपि साध्यं तयोः स्थानं तत्र परिवर्तनं भवति तावदेव अस्तु अग्रे तर्हि उषा भगिनी अग्रे अन्ततो गत्वा अस्तु महोदय अन्ततो गत्वा यन्नैवं तन्नैवम् इत्यनेन यत्र यत्र वन्नित्वं नास्ति तत्र तत्र उष्णत्वं नास्ति इति न व्यतिरेकदृष्टान्तस्थले यत्र यत्र हेतुः नास्ति तत्र तत्र साध्यं नास्ति इति न यत्र यत्र साध्यं नास्ति तत्र तत्र हेतुः नास्ति इत्येव भवति यत्र यत्र उष्णत्वं नास्ति तत्र तत्र वन्नित्वं नास्ति इति अस्ति अस्य आधारेण च प्रमाणं कर्तुं शक्ष्यामः यत् अतः वन्नौ उष्णत्वम् इति साध्यम् अस्ति कथम् इति अग्रे पश्येम अस्तु यन्नैवं तन्नैवं यत् न यत्र नास्ति तत् तत् नास्ति एव यत्र एकं नास्ति तत्र द्वितीयमपि नास्ति अत्र एकं नास्ति चेत् अन्यत् अपि नास्ति इति इत्यनेन यत्र यत्र वन्नित्वं नास्ति तत्र तत्र उष्णत्वं नास्ति इति न सङ्गच्छते तत् समीचीनं नास्ति इति न सङ्गच्छते इति समीचीनं नास्ति व्यतिरेकदृष्टान्तस्थले अर्थः कः नाम यत्र यत्र वन्नित्वं उष्णत्वं न यत्र यत्र वन्नित्वं तत्र तत्र उष्णत्वम् इति इच्छामः इति वक्तुम् इच्छामः तस्य समानार्थकवाक्यं यत्र यत्र वह्नित्वं नास्ति तत्र तत्र उष्णत्वं नास्ति इति समानार्थकवाक्यं नास्ति नास्ति भिन्नार्थवाक्यमस्ति एतस्य वाक्यस्य अर्थः भिन्नः अस्ति भिन्नरीत्या वक्तुं शक्यते भिन्नरीत्या वदामः अपि अर्थः अपि परिवर्तितः अर्थः अपि समान अर्थम् अवगन्तुं शक्यते चेत् तदेव सत्यम् इति तदेव इच्छामः समीचीनं सो व्यतिरेकदृष्टान्तस्थले यत्र यत्र हेतुः नास्ति तत्र तत्र साध्यं नास्ति इति न तदेव पूर्वं वयं दृष्टवन्तः भवान् लिखितवान् अपि ओके यत्र यत्र साध्यं नास्ति तत्र तत्र हेतुः नास्ति इत्येव भवति यत्र यत्र साध्यं नास्ति तत्र तत्र हेतुः नास्ति इत्येव यत्र यत्र हेतुः तत्र तत्र साध्यः इत्यस्य समानवाक्यं भवति समानार्थकवाक्यं भवति तथा एव यत्र यत्र उष्णत्वं नास्ति तत्र तत्र वह्नित्वं नास्ति इति अस्ति यत्र यत्र उष्णत्वं नास्ति तत्र तत्र वह्नित्वं नास्ति इत्येव यत्र यत्र वह्नित्वं तत्र तत्र उष्णत्वम् इत्यस्य समानार्थकवाक्यम् उत्तमं तदेव अस्ति अस्य आधारेण च प्रमाणं कर्तुं शक्ष्यामः यत् अतः वह्नौ उष्णत्वम् इति साध्यम् अस्ति वह्नौ उष्णत्वम् अस्ति इति सो दट्स् वै दट्स् उष्णत्वम् इति साध्यम् वह्नत्वम् उष्णत्वम् इति साध्यम् अस्ति उष्णत्वम् अस्ति साध्यम् उष्णवान् इति वह्निः उष्णवान् इति वह्नित्वात् इति साधयितुं शक्यते शक्नुमः कथमिति इदानीम् अग्रे पश्य अतः तत्र व्याप्तेः वाक्यं यत्र यत्र हेतुः तत्र तत्र साध्यः इति व्याप्तिवाक्यमस्ति किन्तु तस्य अन्यरूपमस्ति यत्र यत्र साध्यं नास्ति अतः तत्र दृष्टान्तस्य तत्र किं भवति दृष्टान्तः लभ्यते नाम उष्णत्वं यत्र नास्ति ओ तद् वह्नि विहाय अन्यत्र दृष्टान्तः लभ्यते दृष्टान्तः पक्षः न भवेत् किन्तु उष्णः नास्ति यत्र उष्णः नास्ति तत्रापि वह्निः नास्ति इति प्रदर्शनार्थं वह्निं विहाय अनेकानि स्थलानि सन्ति अतः तेषाम् आधारेण तत्र दृष्टान्तः भवति अतः व्याप्तिः अपि साधितः भवति अतः तद् अग्रे पश्यामः समीचीनं भगिनी धन्यवादः अग्रे पश्यामः अस्तु अग्रे तर्हि तत्र तर्हि तत्र चन्द्रमती भगिनी अग्रे पठति वा अन्ततो गत्वा पूर्वमपि अस्माभिः चत्वारि वाक्यानि परिशीलितानि यत्र यत्र धूमः तत्र तत्र वह्निः व्यतिरेकव्याप्तिः यत्र यत्र वह्नि अभावः तत्र तत्र धूमाभावः अन्वयव्यभिचार कारणमस्ति कार्यं नास्ति मङ्गलं कादम्बरी बाणभट्टः व्यतिरेकव्यभिचारः कारणं नास्ति कार्यमस्ति मङ्गलं नास्ति नास्तिकग्रन्थेषु यथा चार्वाकः नास्ति कार्यमपि कार्यम् अस्ति अतः चत्वारि वाक्यानि कानि इति किञ्चित् वदतु पूर्वम् अस्माभिः चत्वारि वाक्यानि परिशीलितानि. अन्ये व्याप्तिः यत्र यत्र धूमः तत्र तत्र वह्निः, तद् अन्ये वाक्य व्याख्यम् अन्वयव्याप्तिः. अन्वयः यत्र यत्र हेतुः तत्र तत्र साध्यः, नाम यत्र एकः अस्ति तत्र अन्यः अस्ति व्याप्तिः. अन्वयव्याप्तिः अन्वयरूपेण वयं वदामः, व्याप्तिः अन्वयरूपेण वदामः, नाम यत्र यत्र हेतुः तत्र तत्र साध्यः इति. हा इति प्रथमरीति, किन्तु व्यतिरेकव्याप्तिः कथं वदनीयं? यत्र यत्र वह्नि अभावः, वह्निः नास्ति यत्र यत्र वह्निः नास्ति तत्र तत्र धूमः नास्ति, तादृशमेव यत्र यत्र वह्नि अभावः तत्र तत्र धूम अभावः. यत्र वह्नेः अभावः अस्ति तत्र धूमस्य अपि अभावः अस्ति. उत्तमम्. इदानीं तत्र वह्निः अपि धूमः निष्कास्य तत्र हेतुः अपि साध्यम् उपयुज्य वदतु एतद् वाक्यम्. यत्र यत्र हेतु अभावः तत्र तत्र साध्य अभावः इति वा? न, यत्र यत्र साध्य अभावः तत्र तत्र हेतु अभावः. हा उत्तमम्. हा अतः यत्र यत्र साध्य साध्यः अस्ति अतः यत्र यत्र साध्य अभावः तत्र तत्र हेतु अभावः, धूमः इति हेतु हेतु. उत्तमम्. हा अतः प्रथमरीतिः अस्ति यत्र यत्र हेतुः तत्र तत्र साध्यः. द्वितीया समानार्थकः व्याप्तिः. हा यत्र यत्र साध्य अभावः अभावः तत्र तदेव यत्र यत्र वह्निः नास्ति तत्र तत्र धूमः नास्ति तदेव द्वितीयम् अस्ति. सत्यं सत्यम्. हा तदेव अस्ति अभावः इति उपयुज्य उक्तं तावदेव सत्यम्. हा अतः अभावः यत्र यत्र साध्य अभावः तत्र तत्र हेतु अभावः. इदानीं तृतीयः अन्वयव्यभिचारः. कारणमस्ति कार्यं नास्ति, कारणमस्ति किन्तु कार्यं नास्ति. अत्र मङ्गलं कादम्बरी बाणभद्रः सः एव प्रथमम् उक्तवान् अस्ति वा तादृशम्? न न न तत्र नाम तत्र एतदुदाहरणं बाणभट्टस्य नाम तत्र एतत् ग्रन्थः कादम्बरी तत्र सम्पूर्णरीत्या न कृतम् इति. नाम तत्र मङ्गलाचरणम् अस्ति, मङ्गलाचरणं किमर्थं क्रियते? पुस्तकस्य समाप्तिः भवेत् इति. किन्तु न समाप्तम् अतः कार्यं नास्ति, किन्तु कारणं अस्ति कार्यं नास्ति. कारणमस्ति इदानीं वह्निः अस्ति किन्तु धूमः अस्ति वह्निः नास्ति तद् न न न वह्निः अस्ति वह्निः एव कारणम् वह्निः अस्ति धूमः कार्यं तद् नास्ति. हा तत्र धूमः नास्ति किन्तु वह्निः अस्ति, तत्र कारणमस्ति किन्तु कार्यं नास्ति. कारणमस्ति कार्यं नास्ति. न न आचार्य, कारणम् अत्र वह्न उदाहरणे कारणं तु धूम धूम अस्ति परन्तु अग्नि नास्ति इति खलु? वह्नित्वमेव कारणं नाम धूमस्य धूम वह्नेः कारणं धूमः वा? नाम न न न भगिनी तत्र वह्निः कारणं धूमः वा? वह्नित्वमेव कारणं धूमः कार्यम्. समीचीनम्. अतः नाम यत्र वह्निः अस्ति किन्तु धूमः नास्ति तत्र अन्वयव्यभिचारः इति भवति खलु? कारणम् अस्ति किन्तु कार्यं नास्ति अस्ति परन्तु न धूमः नास्ति चेत् अन्वयव्यभिचारः भवति. समीचीनं वा? कारणमर्थात् अग्नि अस्ति परन्तु धूमः नास्ति नास्ति तर्हि अत्र अस्मिन् उदाहरणे बाणभट्टेन मङ्गलं कृतं कादम्बरीग्रन्थस्य आरम्भः अपि कृतः अर्थात् कारणमस्ति आरम्भात् न आरम्भस्य प्राक् आरम्भात् प्राक् तत्र आरम्भे एव तत्र मङ्गलाचरणम् इति श्लोकः भवति नाम तत्र नाम तत्र भगवतः प्रार्थना भवति नाम तत्र एतस्य कार्यस्य समाप्तिः भवेत् नाम सम्यक् एतत् समापयितुम् आशीर्वादः इति तत्र अपेक्षा भवति अत्र मङ्गलाचरणं लिखितमस्ति श्लोकः मङ्गलाचरणश्लोकः अस्ति किन्तु ग्रन्थः न समाप्तः अतः कार्यं नास्ति नाम समाप्तं समाप्तिः न कृत अतः कारणमस्ति किन्तु कार्यं नास्ति कारणमस्ति कार्यं नास्ति नास्ति समीचीनम् अस्तु अग्रिमं भगिनि चन्द्रमचि भगिनि अन्तिमम् क्षम्यताम् अत्र अन्वयव्यभिचार इति उदाहरणे अत्र कारणमस्ति कार्यं नास्ति इत्युक्ते अत्र वयं वक्तुं शक्नुमः वह्निकारणात् अत्र धूमः नास्ति इति स्थिति न वह्निकारणात् धूमः नास्ति इति न तादृशं वह्निः अस्ति इति कृत्वा एकनिमिष इति समीचीनं भगिनि नाम वह्नी अस्ति इति कृत्वा धूमः नास्ति इति न वदामः वह्निः इति कारणम् अस्ति तथापि कार्यं धूमः नाम कार्यं नास्ति इति स्थितिः अस्ति चेत् तदा एव अन्वयव्यभिचारः अतः वह्नेः अभावः धूमस्य कारणमिति न वदामः वह्नि अभावः धूमस्य कारणमिति न वदामः वह्निः अस्ति तथापि धूमः नास्ति एतादृशी स्थितिः अस्ति अन्वयव्यभिचारः एतादृशी स्थिति यत्र वह्निः अस्ति तथापि धूमः नास्ति इत्युक्ते तत्र बाणभट्टमहोदयेन तत्र मङ्गलाचरणं कृतं परन्तु कार्यसमाप्तिः न अभवत् इति सत्यं भगिनि अस्तु धन्यवादः मङ्गलाचरणं कृतम् इति कारणत्वात् समाप्तिः भवेत् इति नास्ति सत्यं अतः तत्र कारणं मङ्गलाचरणं कृतं कारणम् अस्ति तथापि कार्यं न आगतं नास्ति मृणाली भगिनी भवत्याः प्रश्नः इदानीं अत्र कारणम् अस्ति परन्तु कार्यं नास्ति यथा इदानीन्तन महानसम् अस्य कृते उदाहरणमस्ति इदानीन्तनमहानसं महानसे अग्निः अस्ति परन्तु सत्यं भगिनि सत्यम् अतः तत्र यदा महानसम् इति वदामः तत्र पुरातनमहानसमेव समीचीनम् उदाहरणं भवति उत्तमं भगिनि समीचीनं तत्र गेस् स्टव् अस्ति चेत् तत्र किं धूमः भवति वा न भवति खलु सत्यं भगिनि उत्तमम् अतः तत्र अन्वयव्यभिचारः अस्ति इदानीन्तनकाले उत्तमं भगिनि इदानीन्तनं महानसे अन्वयव्यभिचारः अस्ति सम्यक् अस्ति भगिनि अस्तु अग्रे तर्हि चन्द्रमति भगिनि अन्तिमं व्यतिरेकव्यभिचारः कारणं नास्ति कार्यमस्ति मङ्गलं नास्ति नास्तिकग्रन्थेषु मङ्गलं नास्तिकग्रन्थेषु यदा चार्वाकः तेषां ग्रन्थेषु मङ्गलं नास्ति किन्तु परिसमाप्तिः भवति इति वा सत्यं भगिनि तथैव अस्ति किन्तु कार्यम् अस्ति, पुस्तकं रचना अभवत् इति अस्ति भगिनि, समीचीनम्। अतः तत्र व्यतिरेकव्यभिचारः, तर्हि अन्वयव्याप्तिः, व्यतिरेकव्याप्तिः, अन्वयव्यभिचारः, व्यतिरेकव्यभिचारः। तर्हि अत्र हेतुः अपि धूमः, तयोः मध्ये सम्बन्धः, व्याप्तिसम्बन्धः, यत्र यत्र हेतुः तत्र तत्र साध्यः, अथवा यत्र यत्र साध्याभावः तत्र तत्र हेतो अभावः। अपि अन्वयव्यभिचारे कारणमस्ति, कार्यं नास्ति। व्यतिरेकव्यभिचारे कारणं नास्ति, कार्यम् अस्ति। अतः तत्र सर्वं तत्र बैनरी इति वदन्ति, एकमस्ति अन्यत् नास्ति इति, अतः तादृशम् अस्ति। अस्तु, अग्रे सरामः। तर्हि नरसिंहगिरे महोदय अग्रे। आचार्य, व्यतिरेकव्यभिचार कारणं नास्ति, कार्यमपि नास्ति। अत्र इदानीन्तले तत् आधुनिकयुगे पाकशालायां तत् भोजनं न पच्यते, तत् उपाहारगृहतः भोजनम् आनयामः, तदा कारणमपि नास्ति, कार्यमपि नास्ति, बह्नी अपि नास्ति, रूम अस्ति, भोजनमपि नास्ति। सत्यं भगिनि, सर्वं नूतनमस्ति, अतः नूतनन्यायशास्त्रम् अपेक्षितम्। सत्यं भगिनि, अस्तु, समीचीनम्। अस्तु, तर्हि तत्र धन्यवादः भगिनि। नरसिंहगिरि महोदय अग्रे। नरसिंहगिरि महोदय अस्ति वा? आम् अस्मि महोदय। अस्तु, तर्हि अत्र वाणिना उष्णा वनित्वात् यन्नैवं तन्नैवं यथा जलम् इति स्थले द्वितीयविधव्याप्तितः व्याप्तिः द्वितीयविधव्याप्तिः द्वितीयविधव्याप्ति अपेक्षितः। अत्र यत्र यत्र हेतुः तत्र तत्र साध्यम् इति कार्यं न करोति इति बुद्धं, यतोहि हेतुः पक्षभिन्नस्थले न लभ्यते। अपि च यत्र यत्र हेतुः नास्ति तत्र तत्र साध्यं नास्ति इत्यपि कार्यं न करोति इति दृष्टम्। यत्र यत्र धूमः नास्ति तत्र तत्र वह्नि नास्ति इति कार्यं करोति वा? तर्हि अत्र वह्निनः उष्णः वनित्वात् यन्नैवं तन्नैवं यथा जलम् इति स्थले द्वितीयविधव्याप्ति अपेक्षितः। द्वितीयविधव्याप्ति इत्युक्ते तत्र व्यतिरेकव्याप्ति, यत्र वाणी नास्ति तत्र उष्णत्वं नास्ति। न न न, तत्र यत्र साध्यं नास्ति तत्र हेतुः नास्ति। किन्तु अत्र यत्र यत्र हेतुः तत्र तत्र साध्यम् इति कार्यं करोति इति बुद्धं, यतोहि हेतुः न करोति इति बुद्धं, यतोहि हेतुः पक्षभिन्नस्थले न लभ्यते। अत्र खलु वहनित्वमिति पक्षभिन्नस्थले न लभ्यते, वहनि विना वहनित्वं कुत्रापि न लभ्यते। अतः दृष्टान्तः न कर्तुं, दृष्टान्तः न लभ्यते, न लभ्यते। अपि च यत्र यत्र हेतुः नास्ति तत्र तत्र साध्यं नास्ति इत्युक्ते यत्र यत्र वहनित्वं नास्ति तत्र तत्र साध्यं वाणी नास्ति इत्यपि कार्यं न करोति। न न, यत्र यत्र वाणित्वं नास्ति तत्र तत्र उष्णत्वं नास्ति, तदपि न कार्यं न करोति। नाम तादृशवाक्यं व्याप्त्यर्थकवाक्यं नास्ति इति जानीमः खलु। नाम व्याप्तिः इति व्याप्तिः तेन न अवगम्यते खलु। समीचीनम् अनुमानवाक्यं नास्ति, अतः यत्र यत्र धूमः नास्ति तत्र तत्र वाहनिना नास्ति इति कार्यं करोति वा इति प्रश्नः अस्ति अत्र। यत्र यत्र धूमः नास्ति तत्र तत्र इत्युक्ते यत्र यत्र धूमाभावः तत्र तत्र वर्ण्याभावः इति कार्यं करोति वा इति प्रश्नः अस्ति इदानीम्. अतः तत्र भावः तत्र तत्र साध्याभावः तत् समीचीनं वा? तत् तत् समीचीनमस्ति. हा तत् कार्यं करोति. हा तत् कार्यं करोति. अतः तत्र यत्र यत्र हेतुः नास्ति तत्र तत्र साध्यं नास्ति. नाम यत्र यत्र हेत्वाभावः हेतोः अभावः तत्र तत्र तत्र साध्याभावः इति तत् कार्यं करोति. तद् तेन व्याप्तिः अवगम्यते इति अवगाहते इति अस्ति. हा समीचीनं महोदय. अस्तु हा धन्यवादः. अस्तु अग्रे हा अग्रे तर्हि तर्हि तत्र नीता भगिनी अग्रे अग्रे व्यतिरेकदृष्टान्तः कथं कार्यं करोति इति पश्यामः. प्रथमतया अन्वयव्याप्तिप्रसङ्गे इतोपि बोध्यं तदाधारेण व्यतिरेकव्याप्तिप्रसङ्गे बोधसौलभ्यं भवेत्. अस्य कृते पर्वतः वह्निमान् धूमात् इत्यस्य उदाहरणं स्वीकुर्मः. पर्वतः वह्निमान् धूमात् अत्र न केवलम् अन्वयदृष्टान्तः अपि तु व्यतिरेकदृष्टान्तः अपि वर्तते. अन्वयव्याप्तिः अस्ति, व्यतिरेकव्याप्तिः अस्ति अत्र. यत्र यत्र धूमः तत्र तत्र वह्नि इति अन्वयव्याप्तिः. यत्र यत्र वह्निः नास्ति, साध्यं नास्ति, तत्र तत्र हेतुः अपि नास्ति, नाम धूमः अपि नास्ति. यथा हृदे यो यः हेतुमान् सः सर्व अपि साध्यवान्. यः साध्य अभाववान् सः हेतु अभाववान्. व्यतिरेकस्थले साध्य अभावः तदा हेतु अभावः. अन्वयस्थले हेतुः तदा साध्यम्. अधुना व्यतिरेकदृष्टान्तः कथं कार्यं करोति इति पश्यामः. व्यतिरेकदृष्टान्तः इत्युक्ते तत्र यथा वयं दृष्टवन्तः कारणम् अपि नास्ति, कार्यमपि नास्ति इति तत्र. कथं कार्यं करोति इति पश्यामः. प्रथमतया अन्वयव्याप्तिप्रसङ्गे इतोपि बोध्यं तदा तदाधारेण व्यतिरेकव्याप्तिप्रसङ्गे बोधं सौलभ्यं भवति इति. इत्युक्ते प्रथमतः अन्वयव्याप्तिप्रसङ्गस्य उदाहरणं स्वीकृत्य अनन्तरं व्यतिरेकव्याप्ति कथं भवति इति तत्र उदाहरणं. नाम तत्र तत्र अन्वयदृष्टान्तस्य समीचीनम्. अस्तु अन्वय. अस्तु अग्रे अग्रे. अस्माकम् उदाहरणं यत् पर्वतः वह्निमान् धूमात्. तत्र पर्वत वह्निमान् धूमात् तत्र अन्वयदृष्टान्तः तु अस्ति एव. इत्युक्ते तत्र यत्र यत्र पर्वतः वह्निमान् इत्युक्ते तत्र हेतुः अस्ति, साध्यमस्ति, तत् पक्षः अस्ति. तत् पर्वतः वह्निमान् धूमात् तत्र धूम इति हेतुः. तत्र धूमः हेतुः तत्र पक्षे पर्वते तत् न केवलम् अन्वयदृष्टान्तः अपि तु व्यतिरेकदृष्टान्तः अपि वर्तते अत्र. इत्युक्ते नाम तत्र तत्र साधारणतया तत्र उदाहरणं किं भवति? पर्वतः वह्निमान् धूमात् यथा महानसे. महानसे अतः महानसं महानसं महानसे किं भवति? तत्र यत्र यत्र धूमः तत्र तत्र वह्निः. अतः महानसे तादृशी स्थितिः अस्ति. अतः महानसं किं भवति? अन्वयदृष्टान्तः भवति. अन्वयदृष्टान्तः नाम यस्य आधारेण अन्वयव्याप्तिः साधयामः. अन्वयव्याप्तिः अस्ति यत्र यत्र धूमः तत्र तत्र वह्निः. अन्वयव्याप्तिः यत् उदाहरणम् अन्वयदृष्टान्त नाम अन्वयव्याप्तिः सत्यम् इति वदति. व्यतिरेकदृष्टान्तः साधयामः व्याप्तिं साधयामः. व्यतिरेकदृष्टान्तस्य आधारेण व्यतिरेकव्याप्तिं साधयामः. तत्रैव व्यक्तमस्ति एतस्मिन् उदाहरणे अन्वयव्याप्तिः अपि अस्ति अन्वयदृष्टान्तस्य आधारेण. तथैव व्यतिरेकव्याप्तिः अपि अस्ति अत्र इति उक्तमस्ति. इत्युक्ते तत्र यत्र यत्र वह्नेः अभावः वर्तते तत्र तत्र धूमस्य अपि अभावः अस्ति इति व्यतिरेकव्याप्ति. इत्युक्ते वह्निः नास्ति, धूमः नास्ति, इत्युक्ते साध्यः नास्ति तत्र, तत्र हेतु अपि नास्ति इति वक्तुं शक्नोमि. अन्वयव्याप्तिः अस्ति, व्यतिरेकव्याप्तिः अत्र अस्ति. यत्र यत्र धूमः तत्र तत्र वह्नि इति अन्वयव्याप्तिः, यत्र यत्र वह्नि नास्ति इत्युक्ते तत्र यत्र यत्र साध्यं नास्ति तत्र तत्र हेतुः इत्युक्ते धूमः अपि नास्ति. एतावत्पर्यन्तम्. अनन्तरं यथा यथा हृदये हृदये इत्युक्ते तत्र किं सरोवरः इति नास्ति तत्र सरोवरः इति यत्र तत्र जलं बहु तत्र विशालं किन्तु नास्ति, किन्तु बहु अधोभागे बहु अधोभागे अपि अस्ति. डीप् आचार्य मकरः हृदप्रयः प्रियः मकरः अस्तु. तर्हि ह्रदः नाम जलविशेषः, जलस्य एकः विशेषः. तत्र ह्रदे किं जले यथा हृदे इति अस्ति, तर्हि जले किम् अस्ति इति ह्रदे किं भवति इति वदतु तर्हि. यः हेतुमान् न इदानीं न भगिनी नाम उदाहरणम् इति उक्तं, तर्हि तस्य तत्र वक्तव्यमस्ति नाम महानसे महानसम् इति अन्वयदृष्टान्तः खलु. महानसे हेतुः नाम तत्र धूमः अपि अस्ति, अत्र महानसे धूमः अस्ति, तत् अपि वह्नि अपि अस्ति, अतः महानसं दृष्ट्वा यत्र अत्र धूमः तत्र तत्र वह्निः इति अवगच्छामः. अन्वयव्याप्तिः तस्य आधारेण साधिता. इदानीं तत्र यत्र यत्र वह्निः नास्ति, साध्यं नास्ति, तत्र तत्र हेतुः अपि नास्ति इति सत्यम् इति प्रदर्शयितुम् इच्छामः. तर्हि किं दृष्ट्वा किं कस्य आधारेण एतत् प्रदर्शयामः? ह्रदं पश्यतु, ह्रदं पश्यतु, ह्रदे किमस्ति? ह्रदे जलविशेषः अस्ति. ह्रदे वह्नि अस्ति वा? ह्रदे वह्नि अभावः अस्ति, वह्नि अभावः अस्ति, अपि तत्र धूमाभावः अपि अस्ति. धूमाभावः अस्ति अतः तत्र हृदे वह्निः अभावः, तथैव धूमः अपि अभावः, साध्यं नास्ति, तथैव हेतुः अपि नास्ति. अतः हृदः तत्र किं भवति? व्यतिरेकदृष्टान्तः भवति. व्यतिरेकदृष्टान्त हृदः महानसम् अन्वयदृष्टान्तः, हृदः व्यतिरेकदृष्टान्तः. एकम् अस्ति चेत् पर्याप्तं, नाम अन्वयदृष्टान्तः अस्ति चेदपि पर्याप्तं, व्यतिरेकदृष्टान्तः अस्ति चेदपि पर्याप्तं, किन्तु अत्र द्वयमपि अस्ति. यः हेतुमान् सः सर्व अपि साध्यवान्. हेतुमान् सः अपि साध्यवान्. तत्र हेतुमान् इत्युक्ते हेतुसहितः, तत्र हेतोः अधिकरणं, हेतुः अस्ति, हेतुः यस्मिन् प्रदेशे वर्तते, हेतोः अधिकरणं. यत्र हेतुः वर्तते वा यस्मिन् हेतुः वर्तते तत्र साध्यमपि वर्तते, तत्र समीचीनं. यः साध्य अभाववान् सः हेतु अभाववान्, यत्र साध्यं न वर्तते तत्र हेतु अपि न वर्तते एवम् अभावः. व्यतिरेकस्थले साध्य अभावः तदा हेतु अभावः. व्यतिरेक उदाहरण व्यतिरेकव्याप्ति उदाहरणे यदा हृदे दृष्टवन्तः यत्र यत्र साध्यस्य अभावः तत्र तत्र हेतोः अपि अभावः. तथैव अन्वयस्थले अन्वयव्याप्ति इति उदाहरणे तत्र अन्वयस्थले तत्र हेतुः अपि अस्ति, तत् हेतुवान् अस्ति, साध्यवान् अपि अस्ति अन्वये उदाहरणं. हा नाम समीचीनं. तर्हि तत्र यदि वयम् अन्वयव्याप्तिः इच्छामः तदा किं भवति, पक्षे हेतुः अस्ति इति साधनीयम्. यतोहि तत्र जानीमः यत्र यत्र हेतुः तत्र तत्र साध्यम् इति. किन्तु यत्र वयं व्यतिरेकदृष्टान्तम् अस्ति, केवलं व्यतिरेकदृष्टान्तः लभ्यते, तदा किं भवति, यत्र यत्र साध्याभावः तत्र तत्र हेत्वाभावः इति अस्ति. तादृशी व्याप्तिः एव, तदपि व्याप्तिः अस्ति, किन्तु तस्य आधारेण किं साधनीयं पक्षे. तत्र नाम दृष्टान्ते साध्याभावः अस्ति, अतः हेत्वाभावः अपि अस्ति. हा तर्हि अन्वयदृष्टान्ते हेतुः अस्ति अतः साध्यम् अस्ति. व्यतिरेकदृष्टान्ते साध्यं नास्ति, साध्याभावः अस्ति, अतः हेत्वाभावः अस्ति इति भवति. तदा व्यतिरेक उदाहरणं दृष्टान्तः इति स्वीकर्तुं शक्नुमः. अस्तु समीचीनं भगिनि. हा धन्यवादः. धन्यवादः भगिनि. हा अस्तु अग्रे तर्हि तत्र मृणन्दिनी भगिनी अग्रे. अधुना अन्वयव्याप्तिप्रसङ्गे किञ्चित् परिचयत्वेन कथ्यते. अनुमानं द्विविधं, स्वार्थानुमानं परार्थानुमानं च. स्वार्थानुमानस्थले कश्चन रामः स्वयं पर्वतं पश्यति, पर्वते च पश्यति यत् धूमः अस्ति. अनेन चत्वारि ज्ञानानि आत्मनि क्रमेण उत्पद्यन्ते. पक्षधर्मता ज्ञानं हेतुः पक्षे अस्ति. पक्षधर्मता ज्ञानं हेतुः पक्षे अस्ति. व्याप्तिज्ञानं यत्र यत्र हेतुः तत्र तत्र साध्यम्. परामर्शः साध्यव्याप्यहेतुमान् पक्षः, साध्यव्याप्यहेतुमान् पक्षः परामर्शः. अनुमितिः साध्यवान् पक्षः. समीचीनम्. इदानीम् अत्र किञ्चित् वदतु. अधुना अन्वयव्याप्तिप्रसङ्गे किञ्चित् परिचयत्वेन कथ्यते. अन्वयव्याप्ति आसीत् यत्र यत्र हेतुः तत्र तत्र साध्यं, खलु? यत्र यत्र धूमः तत्र तत्र वह्निः इति. सत्यम्. अनुमानं द्विविधम्, स्वार्थानुमानं परार्थानुमानं च. तर्हि स्वार्थानुमानस्थले कश्चन रामः स्वयं पर्वतं पश्यति, पर्वते च पश्यति यत् धूमः अस्ति. तर्हि स्वार्थानुमानस्थले सः यः यस्मिन् अनुमानं भवति, नाम सः एव पर्वतं दृष्टवान्. नाम रामः स्वयं पर्वतं पश्यति, तस्मिन् इदानीम् अनुमानमपि भवति पर्वतः वह्निमान् इति. अस्तु, तदस्ति स्वार्थानुमानं. तत्र परार्थानुमानमस्ति अन्य कोऽपि पर्वते धूमं दृष्ट्वा आगत्य अन्यं वदति, अहं तत्र पर्वते धूमं दृष्टवान्, अतः यः श्रोतुः अस्ति तस्मिन् ज्ञानम् उद्भवति, अनुमानज्ञानम् उद्भवति, ओ अस्तु तर्हि पर्वतः वन्यमान् अस्ति, तदस्ति परार्थानुमानम्, तावदेव. अतः स्वार्थानुमानं नाम स्वस्मिन् अनुमानज्ञानं, परार्थानुमानं नाम अन्यस्मिन् अनुमानज्ञानं, तावदेव. अतः तत्र भेदः भेदः परेण कथितवाक्येन अनुमानम्, हा तावदेव. किन्तु इदानीं स्वार्थानुमानम् इति तत्र प्रक्रिया कीदृशी इति नाम क्रमः कथं भवति इति इदानीं दत्तं, नाम चत्वारि ज्ञानानि क्रमेण उत्पद्यन्ते. तर्हि चत्वारि ज्ञानानि कानि? चत्वार्थानुमाने चत्वारः क्रमः सोपानानि भवन्ति, सोपानानि क्रमः क्रमस्ति. तर्हि पक्षधर्मता ज्ञानं, पक्षधर्मता ज्ञानं, हेतुः पक्षे अस्ति. ओ साक्षात् हेतुः अर्थात् कारणं, कारणं पक्षे पश्यति धूमः, नाम धूमः धूमः पक्षे पर्वते अस्ति, धूमः साक्षात् पर्वते अस्ति. तत्र पक्षधर्मता इत्युक्ते पक्षे कः धर्मः, नाम पक्षस्य धर्मः, नाम धर्मः नाम यः वर्तते सः धर्मः. अतः पक्षधर्मता नाम पक्षे हेतुः वर्तते, अतः तत्र ज्ञानस्य नामकरणमस्ति पक्षधर्मता ज्ञानम्. धर्मः नाम यत् वर्तते तदस्ति धर्मः, पक्षधर्मता नाम यत् पक्षे वर्तते तस्य ज्ञानम्, हेतुः पक्षे वर्तते इति ज्ञानं, पक्षधर्मता ज्ञानम्. व्याप्तिज्ञानं यत्र यत्र हेतुः तत्र तत्र साध्यम् इति व्याप्तिज्ञानमपि तस्मिन् बुद्ध तस्मिन् भवति व्याप्तिज्ञानम्. नाम प्रथमतया धूमः इति पर्वते धूमः अस्ति इति ज्ञानम् इति एकं ज्ञानं, तेन अनुमानं न भवति. तत्र यत्र धूमः अस्ति तत्र वह्नी अपि अस्ति इति तस्य अपि ज्ञानम् अपेक्षितं खलु. नाम यत्र यत्र साध्यं यत्र यत्र तस्य जायते मनसि भवति चेदेव, भवति चेदेव अनुमानं भवति खलु. अतः हेतुः अपि साध्यम्, अयोः मध्ये व्याप्यव्यापकः भावः नाम व्याप्तिः अस्ति इति ज्ञानं भवेत्. अतः व्याप्तिज्ञानमपि भवेत्, यत्र हेतुः अस्ति तत्र साध्यमपि अस्ति इति तद् ज्ञानमपि भवेत्, तदस्ति व्याप्तिज्ञानम्. परामर्शः साध्यव्याप्तहेतुमानं पक्षः, हेतुमान् हेतुमान् साध्यव्याप्यहेतुमान् पक्षः, अर्थात् साध्यमपि वर्तते. न न साध्यं वर्तते इति नास्ति, नाम तत्र पक्षः अस्ति अपि साध्यव्याप्य हेतुमान् इति अस्ति, तत्र तयोः मध्ये कः सम्बन्धः पदद्वयोः मध्ये? विशेषभावः. विशेष्यं किम्? विशेष्यमस्ति पक्षः. पक्षः साध्यव्याप्य हेतुमान् पक्षः, पक्षः. तर्हि प्रथमतया हेतुमान् इति स्वीकुर्मः. हेतुमान् पक्षः इत्युक्ते तत् किमस्ति? पक्षे हेतुः अस्ति इति अस्ति खलु, तर्हि हेतुमान् पक्षः. अतः पक्षः कीदृशः? हेतुः पक्षे अस्ति इति अस्ति. इदानीं हेतुः कीदृशः? हेतुः साध्यव्याप्य हेतुः अस्ति, नाम साध्यः अपि हेतुः तयोः मध्ये व्याप्यव्यापकभावः अस्ति, नाम हेतुः साध्यं व्याप्य अस्ति. साध्यस्य व्याप्यः अस्ति हेतुः, अपि हेतोः व्यापकः अस्ति साध्यं खलु इति. अतः हेतुः कीदृशः साध्यव्याप्यहेतुः तादृशहेतुः पक्षिणि अस्ति तर्हि साध्येन व्यापकं हेतु इति खलु व्याप्यः व्याप्यः हेतुः नाम व्याप्यः व्याप्यहेतु साध्येन व्याप्यहेतुः हा साध्येन व्याप्यः हेतुः पक्षे अस्ति अतः केवलं हेतुः पक्षे अस्ति इति इत्यनेन अनुमानं न जायते किन्तु हेतुः अपि साध्यं तयोः मध्ये व्याप्य व्यापकः भावः अस्ति इति अपि ज्ञानम् अपेक्षितम् अतः प्रथमम् अपि द्वितीयं यदि तयोः योगः कुर्मः संयोजनं कुर्मः तदा परामर्शः इति ज्ञानं भवति नाम द्वयोः मेलनम् अस्ति पक्षे साध्यव्याप्यहेतुः वर्तते इति खलु पक्षे हेतुः अस्ति इति प्रथमं हेतुः कीदृशः हेतुः अपि साध्यं तयोः मध्ये तत्र व्याप्यव्यापकः अतः कीदृशः हेतुः पक्षे अस्ति साध्यव्याप्यहेतुः पक्षे अस्ति इदानीं यदि परामर्शः भवति तदनन्तरम् अनुमितिः ज्ञानं भवति अनुमितिः ज्ञानं साक्षात् किम् अस्ति साध्यवान् पक्षः नाम पक्षे साध्यः अस्ति साध्यम् अस्ति अतः नाम वन् प्लस् टु कृत्वा त्री इति भवति तस्य आधारेण साध्यवान् पक्षः इति ज्ञानं भवति तर्हि आदौ केवलं ज्ञानमासीत् हेतुमान् पक्षः अनन्तरं तत्र व्याप्य साध्यमपि साध्यमपि हेतुः सम्बन्धः सम्बन्धः संयोजनं संयोजनं संयोजनं पक्षधर्मता अपि व्याप्ति द्वयोः संयोजनं कृत्वा परामर्शः परामर्शः भवति चेत् तदनन्तरं झटिति अनुमितिः भवति अस्तु एतदस्ति चेत् साध्यवान् पक्षः खलु इति अतः तत्र अतः चत्वारि ज्ञानानि तत्र नामकरणं बहु तत्र महत्त्वं पूर्णकम् अस्ति पक्षधर्मता ज्ञानम् इति प्रथमं व्याप्तिज्ञानं परामर्शः अन्तिम अस्ति अनुमितिः तदेव साक्षात् ज्ञानम् अनुमानज्ञानम् अनुमितिः अतः पक्षधर्मता व्याप्तिः परामर्श अनुमितिः इति सोपानानि अस्तु तर्हि तत्र अग्रे तत्र शोभा भगिनी अग्रे पठति वा धन्यवादः भगिनी मृण भगिनी आम् महोदय इदानीं तत्र पर्वते धूमः अस्ति इति पक्षधर्मता ज्ञानं तत् पठनीयं खलु महोदय इदानीं न एतत् न उक्तवन्तः एतत् उदाहरणम् अस्ति आं तदेव पर्वते धूमः अस्ति इति कीदृशं वाक्यं पक्षधर्मता पक्षधर्मता ज्ञानम् उदाहरणे पक्षधर्मता ज्ञानम् अस्ति पर्वते धूमः अस्ति इति तत्र इत्युक्ते हेतुः पक्षे अस्ति इत्यस्य कृते पर्वते धूमः अस्ति इति द्वितीयः यत्र यत्र धूमः तत्र तत्र वह्निः इति व्याप्तिज्ञानम् अस्ति इत्युक्ते हेतुः इति यत्र यत्र धूमः तत्र तत्र साध्यं तत्र तत्र वह्निः इति तत्र हेतु साध्ययोः ज्ञानं सम्बन्धः यः वर्तते व्याप्य व्यापकभावः व्यापकभावः वर्तते तत्र अतः तत्र व्याप्तिज्ञानम् इति तस्य ज्ञानं परामर्शः इत्यत्र किं दृष्टवन्तः साध्यव्याप्य हेतुमान् पक्षः इति इत्युक्ते वह्निः व्याप्य धूमवान् पर्वतः इति भवति वह्निः इति साध्यं वह्नि व्याप्य धूमवान् अस्तु साध्यं वह्निः इति साध्यं व्याप्य इति धूमः तेन हेतुमान् पक्षः तर्हि तत्र वह्नि व्याप्य धूमवान् पर्वतः इति अर्थः भवति. तदस्ति परामर्शः इत्युक्ते तत्र प्रथमे ज्ञाने पक्षधर्मता ज्ञानम् इति तत्र पर्वते धूमः अस्ति इति इदानीं रामः प्रथमं चिन्तयति खलु, पर्वते धूमः अस्ति. तदनन्तरं द्वितीयज्ञानं भवति तस्य व्याप्तिज्ञानं, यत्र यत्र हेतुः तत्र तत्र साध्यं धूमः वह्निः इति. परामर्शः इदानीं भवति वह्निः व्याप्य धूमवान् पर्वतः इति. किं महोदय किमपि वक्तुं नाम तत्र तयोः प्रथम अपि द्वितीयज्ञानस्य मेलनम् अस्ति एतत् परामर्शः इति. हा परामर्शः तत्र पर्वते पर्वते धूमः अस्ति, किन्तु धूमः कीदृशः? वह्निव्याप्य धूमः अस्ति. धूमः वह्निव्याप्यः अस्ति खलु, धूमः तादृशधूमः पर्वते वर्तते. वह्निव्याप्य धूमः पर्वते वर्तते इति तृतीयज्ञानं परामर्शः. तृतीयज्ञानं तत्र अन्तिमज्ञानम् अनुमितिः इत्युक्ते साध्यवान् पक्षः इति अस्ति. उदाहरणे पर्वतः वह्निमान् इति अनुमितिः भवति अन्ते. इदानीं तत्र वह्निव्याप्य धूमवान् पर्वतः इत्यनेन पर्वतः एव वह्निमान् भवति इति. पर्वते वह्निः अस्ति, पर्वते वह्निः अस्ति इति ज्ञानम् आगतम् इति अनुमिति ज्ञानं प्राप्तम् इति अस्ति. हा समीचीनं. तर्हि बहु किमपि अद्य पठितवन्तः, समीचीनं. तर्हि तत्र चत्वारि ज्ञानानि सन्ति इति अनुमाने इति एतदपि ज्ञातवन्तः. अग्रे तस्य परिशीलनं भवति, अपि तत्र व्यतिरेकदृष्टान्तस्थले कथं भवति इति अपि जानीमः. तर्हि समीचीनमस्ति, अग्रिमसप्ताहे मिलामः. तर्हि धन्यवादः, नमस्कारः.